नमस्कारः. यङ्ग् लुगन्त दातवः इति करपत्रम् अनुवर्तते. तर्हि गते सप्ताहे वयं दृष्टवन्तः, सामान्यतया वयं तु यङ्ग् विधानं सामान्य सूत्रं वयं दृष्टवन्तः. किम् आसीत्? एकाचो धातोरेकाचोहल्लादेः क्रियासमभिहारे यङ् इति दृष्टवन्तः. तदनन्तरं यद्यपि अनेकाच्वा अजादिवा सन्ति, तथापि सूचि सूत्री मूत्र्यटि अर्ति शूर्णोतीनां यङ् वक्तव्यम् इति वार्तिकं दृष्टवन्तः. अनेन सूचि सूत्री मूर्ति इति त्रिभ्यः अनेकाच् धातुभ्यः, अनन्तरम् अट् ऋ अश् ऊर्णु इति चतुर्भ्यः अचारि धातुभ्यः यङ् प्रत्ययः भवति इति दृष्टवन्तः. अनन्तरं विशिष्टार्थे नित्यं कौटिल्ये गतौ सामान्यसूत्रं तु क्रियासमभिहारार्थे यङ् भवति इति दृष्टवन्तः. अनन्तरं किन्तु यत्र गत्यर्थकधातूनां कृते कुटिलगमनार्थे एव यङ् प्रत्ययः भवति, नित्यं भवति, क्रियासमभिहारार्थे न भवति इति नित्यं कौटिल्ये गतौ इति सूत्रं दृष्टवन्तः. तदनन्तरं लुपसदचरजप झबदह दश गृभ्यो भावगर्हा गृभ्यो भावगर्हायाम् इति भावगर्हार्थे एभ्यः धातुभ्यः यङ् प्रत्ययः भवति, अत्रापि क्रियासमभिहारार्थे न भवति इति वयं दृष्टवन्तः. तर्हि अत्र यङ्लुक् विधानं भवति, अनन्तरं यङोचीच इति यत्र यत्र यङ्लुक् विधानं भवति यङोचीच इत्यनेन लुक् अपि भवति इति वयं दृष्टवन्तः. अत्र भेदः कुत्र इत्युक्ते, अत्र यङोचि चेत् अचि प्रत्यये परे बहिरङ्गं भवति, नो चेत् अन्यत्र तु अन्तरङ्गं भवति इति दृष्टवन्तः. तर्हि यत्र यत्र बहिरङ्गं भवति तत्र तु तत्र तु धातुलोपे आर्धातुके इति सूत्रेण गुणवृद्धिकार्यं न भवति इत्यपि अस्माभिः दृष्टम्. तदनन्तरं वयं दृष्टवन्तः धातूनां विषये अस्माभिः चर्चितम् आसीत्. तर्हि अग्रे तु किम् आसीत् इति चर्चितम् आसीत्. अनन्तरं केभ्यः धातुभ्यः यङ्लुक् न भवति इति अत्र उक्तमस्ति. तत्र तु बकारान्तधातवः इति, यत्र सामान्यतया तु धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रम् आसीत्, इत्युक्ते हलादि धातुः अस्ति चेत् भवति इति. किन्तु अन्तिमं धातोः अन्तमनुसृत्य किं कार्यम् इत्युक्ते, तत्र विषयद्वयं वर्तते, वकारान्तधातूनां निकारान्तधातूनां च किञ्चित् तत्र भेदः वर्तते. तत्र तु एका संज्ञा वर्तते, उड्भाविनः इति संज्ञा कृता अस्ति, कृतः अस्ति, कृताः सन्ति. तर्हि अत्र के धातवः उड्भाविनः इत्युक्ते, येषां धातूनाम् अन्ते वकारः अस्ति, ये धातवः श्वोः षूड् अनुनासिके इत्यनेन ते केषाम् ऊट् आगमः भवति, ते ऊड्भाविनः इति. तर्हि अत्र तु यत्र वयं दृष्टवन्तः, यदि रेपः उपादायाम् अस्ति चेत् राल्लोपः इत्यनेन वकारस्य लोपः भवति इति कृत्वा, रेपः यत्र उपादायाम् अस्ति तादृशवकारान्तधातवः कदापि ऊड्भाविनः न भवन्ति. तेषां तत्र तु सर्वेषां तादृशधातूनां यङ्लुक् रूपं निश्चयेन भवति इति दृष्टवन्तः. अनन्तरम् अत्र ज्वर त्वर सिव् सिव्यवि मा सिव् औ मौ इत्येषां धातूनाम् उपदा यत्र वकारः इत्येषां धातूनां वकारस्य तु उड्भावः अन्भिन्नेन सूत्रेण भवति, अन्येन सूत्रेण भवति इति कृत्वा एते धातवः अपि उड्भाविनः न सन्ति. एतान् विहाय अन्ये सर्वे धातवः शोः षूड् अनुनासिके च इति सूत्रेण उड्भाविनः भवन्ति इति कृत्वा तेषां तु यङ् लुक् रूपं न भवति इति. नमस्कारः महोदय. नमस्कारः महोदय. अत्र तु द्वयं गते सप्ताहे तत्तु समाप्तः, सः विषयः समाप्तः. अग्रे तु यकारान्तदातवः इति अस्ति. गतसप्ताहस्य केभ्यः धातुभ्यः वकारान्तदातवः इत्यस्मिन् परिच्छेदे यत् उक्तम् आसीत् तत्र प्रश्नाः सन्ति किं, पुनः तत्र द्रष्टव्यः किं सः भागः? स्पष्टमस्ति. अस्तु, धन्यवादः भगिनि. तर्हि यकारान्तदातवः इति अग्रे सरेम. सरलभगिनी भवती एव. यकारान्तदातवः मव्यधातोः यङ् लुप् न भवति, अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ् लुगन्तरूपं भवन्ति. यकारान्तधातुषु एक एव धातु अस्ति मव्य, तस्य यङ् लुप् न भवति. शेष सर्वेषां यकारान्तधातूनां यङ् लुक् अन्त यङ् लुक् भवति. तत्र तु किमपि किमपि नास्ति. तृतीयभागः इति मन्ये खलु, तत्र केवलम् एकमेव धातु मव्य, किमपि न अत्र सूत्रं किमपि विदितं नास्ति खलु अस्य कृते, परिचयत्वेन प्रायः जानन्ति. अस्तु, इदानीं त्रयः वयं एकं वकारात् धातु प्रति यथा भवती उक्तवती उद्भावेन संज्ञा यत्र आगच्छति चो अनुनासिके च तस्यां कृते वा यत्र ज्वरत्वर इति सूत्रेण मव अपि स्रिव मव द्वे धातु त्यक्त्वा अन्यधातूनां प्रति यदि आगच्छति तत्र लङ्युक् न भवति. अपि रेफा आदौ वकारान्तधातव यत्र अपि तत्र अपि यङ् लुक् न भवति. इदानीं तृतीय अंश अस्ति यत्र धातु आदेशां कुत्र यङ् लुक् न भवति तत्र. सो इदानीं पठामि. चत्वारः धातु आदेशाः भवन्ति आर्धधातुकप्रत्यये परे. इदं कार्यम् आर्धधातुकप्रत्ययस्य विषये भवति. यङ् लुकि च यङ् इति आर्धधातुकप्रत्ययस्य नष्टो भविष्यति इति योजनायाः बलात् अकृतव्यूः पाणिनीया परिभाषा षट्पञ्चाशत् इत्यनेन इमे धात्व आदेशाः निषिद्धाः. अन्या परिभाषयाः यन्निमित्तिकं कार्यं निर्दिष्टं तदेव निमित्तं यदि नश्यमाणं नाम अग्रे निष्ठतया नष्टो भविष्यति तन्निमित्तकार्यं न भवति. यत्र धातु आदेशः भवति तत्र यङ् लुक् न भवति. तस्य कारणम् अस्ति परिभाषा अकृतव्यूः पाणिनिया. अकृतव्यूः पाणिन्या परिभाषा वदति यत्र प्रत्ययनिमित्तिकं यत् कार्यं भवति यत् प्रत्ययः नश्यमाणः भवति तदानीं यस्य अवशिष्य कार्यं भवति तत् कार्यं न भवितुं शक्नोति. कारणं कि निमित्तकार्यस्य निमित्तं यत् प्रत्ययसि तस्य नश्यम् अभवत्. इदानीं चत्वार धातव दत्तमस्ति. अस् धातुस्थाने भू आदेशो न भवति. अस् धातुस्य अजादि अथ तस्य यङ् प्रत्ययः एव न भवति. यङ् न भवति चेत् यङ् लुक् अपि न भवति. वयं जानीमः अस् धातो अस्ते भू इति सूत्रेण भू आदेशः भवति आर्धधातुकप्रत्ययपरे. किन्तु अत्र यङ् लुक् अस् धातु अजादि अस्ति. अपि तस्य यङ् तस्य प्रसक्तिः एव नास्ति यङ् विधानस्य. सो अत्र यङ् लुक् अपि न भवति. एतत् केवलं प्रदर्शनार्थं दत्तम् अस्ति. अत्र धातु आदेश यङ् लुक् इति तस्य कोऽपि कार्यं नास्ति. द्वितीयमस्ति अज् धातोः स्थाने वि आदेशः न भवति. अज् धातु अजादि यस्मात् व्यङ्ग्लुप् न भवति. अज् धातुः स्थाने वि आदेशः भवति इति अपि यथा पूर्व अस् धातुः अस्ति, अज् अपि अजादि धातुः अस्ति, तस्मात् यङ् विधानं न भवति, यङ् लुप्तस्य कारणं न भवति. अत्र केवलं प्रदर्शनार्थं महोदयेन लिखितम् अस्ति केषु धातु प्रति यङ् लुप् न भवति, केषु धातु प्रति यङ् लुप् भवति इति. तृतीयमस्ति चक्ष् धातुस्थाने ख्याच् आदेशो न भवति, चक्ष् धातु हलादि एकाच् अथ यङ् भवति, तस्मात् यङ् लुक् अपि भवति. इदानीं चक्ष् धातोः तत्र यङ् लुक् भवति, यङ् विधानं भवति, किन्तु तस्मात् चक्षिञ्च ख्याच् इति सूत्रेण आर्धधातुक यङ् प्रत्यय आर्धधातुकप्रत्ययः अस्ति, तस्य परे ख्याच् इति आदेशः आगच्छति, किन्तु यदि यङ् लुक् भवति तत्र ख्याच् इति आदेशः न भवति इति अस्य अर्थमस्ति. अत्र अकृतपरिभाषा कारणमस्ति, अकृतव्यूहा पाणिन्या परिभाषा कार्यं करोति. कथं यदि चक्षिङ् इति चक्ष् धातु योग यक् यङ् इति चक्ष्य इति भवति, तदनन्तरं यङ् लुप् यदि भवति सो आर्धधातुक यत् प्रत्ययः अस्ति तत् निमित्तम् अस्ति ख्याच् इति आदेशप्रति, किन्तु तत् वयम् उक्तवन्तः ख्याच् इति आदेश शेषमाणकार्यम् अस्ति यङ् प्रति, सो यङ् लुक् अभवत् अतः तस्य कार्यं न भवति, कारणमस्ति अकृतव्यूहा पाणिन्या. अत्र न प्रत्ययलोपे प्रत्ययलक्षणं तस्य कार्यं न भवति, किन्तु इति परिभाषा अकृतव्यूहा पाणिन्या तस्य कार्यम् आगच्छति, कारणं कि शेषमाणकार्यम् अस्ति. तथैव भ्रू धातोः स्थाने वच् आदेशो न भवति, भ्रू धातु हलादि एकाच् यङ् भवति, तस्मात् यङ् लुक् अपि भवति. सो भ्रू यदि एकाच् अस्ति तस्य वारं वारं प्रति इति कारणेन हलादि अपि अस्ति, तस्य यङ् विधानं भवितुं शक्नोति, किन्तु यङ् लुक् यदि भवति तत्र वच् भ्रोवो वचि अनेन वच् आदेशेन भवति, समानपरिभाषा अकृतव्यूहा पाणिना कृते इति. पठामि वा इति सूत्राणि अस्ति भू वा पूरयतु भगिनि. शर्मिता महोदय, एकः प्रश्नः अस्ति अत्र, अकृतव्याहः पाणिन्याः इति परिभाषासूत्रेण यत् निमित्तं कार्यं निर्देशं भवति स कार्यस्य, तदेव कार्यमस्ति चेत् निषिद्धम् अपि कार्यमस्ति चेत् तत् कार्यं न भवति इति दत्तम्. किन्तु तत्तु परिभाषा अपि नास्ति, वार्तिकमपि नास्ति इति कृत्वा वैयाकरणे न स्वीक्रियते इति कृत्वा अकृतव्यूहाः पाणिनीयाः इति किम् अस्ति इति परिभाषा स्वीकृत्य तदेव समानकविषयः अस्ति. अत्र अकृतम् अस्तु, अग्रे गत्वा यत्किमपि शिष्यमानम् अस्ति तर्हि पूर्वमेव अस्माभिः किमर्थं तत् कर्तव्यम्? न, मम प्रश्नः अस्ति यङ् अचि इति सूत्रेण अचि एव यङ् प्रत्ययं निर्धारणं निर्देशमपि अस्ति, तस्य लोपः अपि अच्. अत्र अकृतव्यूहपाण्या न कार्यं करोति वा? महोदय, यङ् अत्र भवति सामान्यतया यङ् इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति खलु. तर्हि उदाहरणार्थम् अस् धातुं स्वीकुर्मः, अस् योगः यङ् इत्यस्मिन् यत्र वयं यङ्ग् लुक् रूपं कुर्मः तस्मिन् पक्षे वदामि, यत्र पक्षद्वयं भवति धातूनां, यङ् भवति यङ् लुक् अपि भवति. अस्धातोः विषये तत्र प्रश्नः एव न उदेति, किमर्थः अस्धातुः अजादिधातुः, यङ्गपि न भवति यङ्लुक् अपि न भवति, अतः प्रश्नः नास्ति. अजधातोः विषये पश्यामः चेत् यङ्गपि नास्ति यङ्लुक् अपि न भवति, तदर्थं तदपि चिन्ना चिन्तयामः एव. तृतीयं पश्यामः चेत् चक्ष् धातोः विषये पश्यामः, तत्र तु इतोपि स्पष्टता भवति. सामान्यतः तु चक्ष् योगः यङ् इति स्थितौ पक्षद्वयं भवति खलु, एकस्मिन् पक्षे यङ् विधानं तिष्ठति, अन्यस्मिन् पक्षे यङ् विधानं लुप्यते, लुक् भवति तस्य. तस्मिन् यत्र यङ् लुक् भवति तत्र वयं प्रक्रिया पश्यामः चेत् यत्र चक्ष् प्लस् यङ् अनन्तरं सामान्यतया चक्ष् प्लस् यङ् इति स्थितौ तत्र तु वि आदेशः भवति स्म, क्षम्यतां चक्ष् धातोः तु क्याय् आदेशः भवति स्म, किन्तु अधुना किं भवति, क्याय् आदेशः न भवति. किमर्थम् इत्युक्ते अग्रे गत्वा यङ् इत्यस्य अग्रिमसोपाने एव वयं लोपं कुर्मः खलु, यङोचि च इति सूत्रेण. तर्हि किमर्थं वयं धातु आदेशाः वयं पठितवन्तः पूर्वमेव आदौ एव भवति इति, तर्हि यत्र वयम् अग्रे गत्वा वयं यत्र नश्यमानः अस्ति तर्हि किमर्थं तत्र ख्याय आदेशः किमर्थं कुर्मः खलु, न आवश्यकमेव खलु इति कृत्वा चक्षेव तिष्ठति इति. अस्तु महोदय, अत्र अहम् अवगच्छामि. यङ् प्रत्ययस्य निर्माणार्थम् अच् प्रत्ययः एव अस्ति, तस्य लोपः अपि अच् प्रत्ययः इति मत्वा अहं पृष्टवान्. इदानीम् अवगच्छामि. अत्र प्रश्नः नास्ति, चत्वारः सूत्र धातोः यङ् लुक् न भवति वा द्वयोः इति अहं न प्रश्नः अहं न दृश्यामि. परन्तु अच् यङ् अचि इति सूत्रेण अच् यङ् इति निर्माणमपि अचि इति तस्य लोपमपि अति अचि इति मत्वा अहं पृष्टवान्. परन्तु यङ् इति उद्देशम् अलादि एकाचो यङ् इति सूत्रेण एव भवति अहं चिन्तयामि. अचि अपि भवति, अन्ये प्रत्ययपरे अपि भवति, बहुलम् इति दृष्टवन्तः च इति इत्यनेन बलात् अन्ये प्रत्ययाः यदि अन्येषु प्रत्ययेषु परेषु अपि यङः लुक् भवति, अचि प्रयपरे इति केवलं नास्ति, सर्वत्र तु भवति एव. धन्यवादः, इदानीम् अवगच्छामि. क्षम्यतां. न न न क्षम्यतां भगिनि. अस्ति भू आदधातुकविवक्षायाम् अस्धातो स्थाने भू आदेशो भवति, अनुवृत्तिसहितसूत्रमस्ति अस्ते भू आदधातुके. सो अस्धातुः भू आदेशः भवति आदधातुकप्रत्यये परे. अजे व्य घञ् अपो अजे धातोः वि इत्या आदेश स्यात् आदधातुकविषये घञ् च अप् च वर्जति वा. सो अजे विः आदधातुके अघञपो अनुवृत्तिसहितसूत्रं. सो अज् धातोः स्थाने वि आदेश भवति आर्धधातुकप्रत्ययपरे, किन्तु यदि घञ् अप् आर्धधातुक अस्ति तत्र न भवति. चक्षिङ् ख्याञ्च् चक्षिङ् ख्याञ्चो आदेशो भवति आर्धधातुके, चक्षिङ् ख्याञ्च् आर्धधातुके, तथैव ख्याञ्च् भवति चक्षिङ् धातु पत्री आदेशः. पुनः ख्याच् तस्य अन्य आदेशः आगच्छति, अहं विश्रमति किमस्ति ख्याच् संथिङ्ग् क्षा इति इष् इति भवति खलु, वयं दृष्टवन्तः कर्मणि भावे आसन् आं भगिनि, अहं तु स्मरामि. अनन्तरं क्षाञ् इति खलु, शकारः आसीत् अत्र तु शो यो वा वक्तव्यः इति किमपि आसीत् खलु. क्षाञ्च आमां षकारस्य स्थाने यकारः आगच्छति, क्षोया वक्तव्यः इति किमपि आसीत्, एकं निमिषं भगिनि. भावे च तस्मिन् वयं कर्मणि भावे वयं पृष्टवन्तः. आम्, शान्यः शस्य यो वा वक्तव्यः इति, शकारस्य स्थाने यकारः, प्रथमं तु इक्षाण्यति आसीत्, तस्य शकारस्य स्थाने यकारः भवति अनेन वार्तिकेन इति कृत्वा तदनन्तरमेव श्रूयते ननु नो चेत् इक् तत्र इक् चर्त्वमपि भूत्वा यदि शकारः तिष्ठति चेत् चर्त्वं भूत्वा इक्षा इति भवति. अस्तु, इक् या नो चेत् इक्षा मुद्दन्य महाप्राणः अस्ति इति यकारः, अल्पप्राणः अस्ति इति शकारः. अस्तु, तथैव ब्रुवो वचि ब्रू धातु तत्र वच् आदेश अर्धधातुके प्रत्यये परे भवति, किन्तु अत्र यङ् यदि लुप् भवति तत्र न भवति. सो भगिनी, यदि चक्षिङ् अण्ड् ब्रू धातु अस्ति तत्र एकपक्षे आदेशः न भवति यत्र यङ् लुक् भवति, अन्यपक्षे यत्र यङ् लुक् भवति कारण कि इति विकल्पे न भवति तत्र आगच्छति, रैट्? यत्र लुक् भवति तत्र एव आदेशः न भवति, न भवति. साधु, धन्यवादः भगिनि. अरुणा भगिनि, यङ् लुक् प्रक्रिया इति आगच्छति. आं भगिनि, यङ् लुक् प्रक्रिया भगिनि, सर्वप्रथमं यङ् विधीयते तदा सन्नाद्यन्ता धातवः इत्यनेन धातुसंज्ञा, तदा यङ् लुक् यङ्गोचि च इति सूत्रेण यङ् प्रत्ययस्य विकल्पेन लुक् भवति. अनुभूतिसहित तदा युगपत् यङ् लुक् अपि च संयङ्गोः इत्यनेन दित्तप्रसक्तिः, अयं लुक् आदेशः अनैमित्तिकः, किन्तु स्तन्यङ्गोः इत्यनेन यद्दित्वं भवति तस्य कृते निमित्तानि सन्ति. एकाचो द्वे पदमस्य इत्यनेन द्रष्टव्यं यत् यस्य धातोः द्युत्वं तस्मिन् एकाच् अथवा अनेकाच् वर्तन्ते. अजादे द्वितीयस्य इत्यनेन द्रष्टव्यं यत् तस्य आदौ अच् वर्णः अस्ति अथवा हल् वर्णः, तस्मात् संयङ्गोः इत्यस्य अपेक्षया यङ्गोचि च अनैमित्तिकवात् अन्तरङ्गं भासते. अल्पापेक्षमन्तरङ्गं द्वित्वकार्यं बहिरङ्गम् इति कारणतः द्वित्वं प्रागेव प्रक्रियायां सर्वप्रथमं कार्यं यङ् लोक्. अत्र यङ्गो अचीच इति सूत्रं यङ् प्रत्ययः विकल्पेन लुक् भवति. अहं सम्यक् न अवगतं, प्रयत्नं करोमि भगिनि. संयङ्गो इति सूत्रेण द्वित्वप्रसक्तिः अस्ति, परन्तु लुक् आदेशः अच्वर्ण अस्तु निमित्तकम् अस्ति चेत् बहिरङ्गकार्यमस्ति. किं भगिनि पुनः वदतु? यङ् लुक् अच् अचि पदे इति कारणात् लुक् भवति, बहिरङ्गम् अस्ति, किन्तु सामान्यतया अन्यत्र सर्वत्रापि भवितुमर्हति खलु. निमित्तमेव न दत्तमस्ति, अल्प अपेक्षाम् अन्तरङ्गम् इति अस्ति, अल्पम् अल्पमेव अपेक्षा अस्ति खलु, किमपि अपेक्षा नास्ति तत्र, किमपि न उक्तमस्ति. अल्पमस्ति चेदपि तत्तु बहिरङ्गम् अन्तरङ्गं भवति, किन्तु अत्र तु किमपि अपेक्षा एव नास्ति, परे किम् अस्ति इति किमपि न, सप्तम्यां तु किमपि न उक्तमस्ति खलु, किमोचि चेत् इत्यस्मिन् सर्वत्र तु लोपः भवति इति अत्र अनैमित्तिकम् अस्ति, निमित्तमेव न उक्तवती, अन्तरङ्गं भवति, ततः अद्यत्वं प्राक् एव करणीयम्. लुक् यथा यमोचि च इति लुक् भवति खलु, तत्तु अन्तरङ्गम् अस्ति. द्वित्वकार्यं संयोः इति द्वित्वकार्यम् अस्ति खलु, तत्तु बहिरङ्गं भवति इति कृत्वा प्रथमं यङोचि च कर्तव्यं, द्वित्वात् प्राकेव यङ् लुक् कर्तव्यं. प्रथमं यङ् लुक् भवति, तदनन्तरमेव द्वित्वकार्यं भवति. अस्माकं संशयः जायते यत्र यङः लुक् भवति प्रथममेव, तर्हि कुतः द्वित्वम् इति प्रश्नः उदेति खलु. तस्य उत्तरम् अग्रे अस्ति. अवगतं वा? किमर्थम् तत् अन्तरङ्गमस्ति इति कृत्वा प्रथमं भवति. अत्र सुसूत्रद्वयम् अस्ति, संयङोः अस्ति यङोचि च इति, संयङोः इति इत्यस्मात् इत्यस्य अपेक्षया यङोचि च इति अनैमित्तिकम् अस्ति इति कृत्वा यङोचि च लुप् भवति, तदनन्तरं संयङोः आगत्य कार्यं करोति. अग्रे अपि पठतु भगिनि. द्वित्वं यङ् लुकनन्तरं उदेति यदा यङ् प्रत्यययोः नास्ति एव, तदा कथं संयङोः इत्यनेन द्वित्वं स्यात्? अधुना वयं यत्र प्रत्ययस्य लोपः तु जातः, प्रत्ययलोपे प्रत्ययः जायते वा इति प्रश्नः भवति खलु. तर्हि तस्य उत्तरम् अस्ति अग्रे. संयङोः सन्नन्तस्य यङ्गन्तस्य च धातुः अनभ्यासस्य प्रथमस्य एकात् अवयवस्य द्वे स्तः अजादेः तु द्वितीयस्य अनुभूतसहितम् एव भगिनि. संयङोः धातोः अनभ्यस्य पठतु भगिनि प्रथमवारं वयं पठामः. सञ्च यं च तयोः इतरेतरद्वन्द्वः संयङौ तयोः संयङोः संयङोः अत्यन्तम् एकपदमिदं सूत्रं लिटि धातोर् अनभ्यासस्य इत्यस्मात् धातोः अनभ्यासस्य इत्यनयोः अनुवृत्तिः एकाचो द्वे प्रथमस्य अजादे द्वितीयस्य इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं संयङोः धातोः अनभ्यस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य अनुवृत्तिः आगच्छति इति कृत्वा वयं तु पूर्वम् एकाचो द्वे प्रथमस्य अजादि द्वितीयस्य इति पठितवन्तः. अत्र तु तेषाम् अनुवृत्तिः आगच्छति इति कृत्वा पूर्णतया अनुवृत्तिः आगच्छति इति कृत्वा पूर्णसूत्रं सेङ्गोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजाते द्वितीयस्य इति पूर्णसूत्रम्. अत्र पश्यतु संयङोः धातोः इति उक्तमस्ति, षष्टि अस्ति, षष्टि षष्ठ्यन्तम् अस्ति इति स्मर्तव्यं, संयङोः स्थाने इति तत्र स्मर्तव्यम्. अग्रे पठामः तस्य महत्त्वं किम् इति अग्रे पठामः. अस्तु, धन्यवादः. धन्यवादः. हेमा भगिनी कृपया. भगिनी, तत्र अत्र अनभ्यासस्य इत्यस्य किञ्चित् विवरणं वदति वा? संयङोः सूत्रं मध्ये सन्नन्तस्य यङ्गन्तस्य च धातुर् अनभ्यासस्य इति अस्ति. अभ्यासम् एकम् अभ्यासं कृतमस्ति चेत् तस्य पुनः अभ्यासं वयं न कुर्मः. येषां धातूनाम् अभ्यासः संज्ञा भवति खलु, झट्छित्यादयः यत्र द्वित्वं कुर्मः तत्रैव प्रथमभागस्य अभ्यासः इति वदामः किल. प्रथमभागस्य अभ्यासः इति अस्ति, किन्तु उभे अभ्यस्तम् इति अस्ति, अभ्यस्तम् इति भिन्नसंज्ञा अस्ति. अभ्यस्तम् इत्युक्ते मिलित्वा किल, मिलित्वा यत्र अभ्यासः एव अभ्यासः अस्ति, आदौ एव अस्ति, द्वित्वम् अभवत् तर्हि तत्र इति मन्तव्यम् इति कृत्वा यत्र द्वित्वकार्यम् एकवारं सञ्जातम्, उदाहरणं जुहोत्यादिगणे वा अन्यगणेषु एकवारं द्वित्वं जातं चेत् तत्र पुनः द्वित्वकार्यं वयम् अतीतेन सूत्रेण वयं न कुर्मः. तर्हि अत्र अस्मिन् वाक्ये सन्नन्तस्य यङ्गन्तस्य च धातुः अनभ्यासस्य इत्युक्ते एकवारमपि द्वित्वं न कृतम्. द्वित्वम् इति तत्र सामान्य द्वित्वम् इति, नो चेत् अत्र अभ्यस्तसंज्ञा अस्ति चेदपि तत्र अभ्यस्तसंज्ञा अस्ति, तत्र तु अभ्यासः तस्य भागः अस्ति इति मन्तव्यं खलु। तर्हि यत्र अभ्यासभागः अस्ति इति मन्तव्यं, दक्षत्यादयः सस्यते यत्र आगच्छति तेषां धातूनाम् अभ्यस्तसंज्ञा अभ्यस्तसंज्ञा अस्ति इति कृत्वा अभ्यासः वर्तते इति मन्तव्यं। तर्हि तेषां तु वयं दृष्टुं न कुर्मः। कुत्र अभ्यस्तसंज्ञा भवति? दक्षत्यादयः षत् इति सूत्रेण। पुनः विस्मृतवती। तर्हि अन्येषां यत्र यत्र अभ्यासः अभ्यस्तसंज्ञा भवति तत्र न पुनः एकवारं वदति वा भगिनी तत्र आदौ एव कृतः अभ्यासः अस्ति चेत् कृतः तेषां पुनः अभ्यास द्वित्वकार्यं न करणीयम्। अत्र उदाहरणत्वेन वदति वा? 616 इति अस्ति भगिनि तत्र वन् संयोः अस्ति 616 जक्षित्यादयः षट् इति तत् वा? आम् आम् भगिनि। तत्र अभ्यस्तसंज्ञा भवति इति षड्णां कृते इति न षड्णां जक्षित्यादि इति एकः गणः अस्ति, तस्मिन् गणे स्थिताः धातवः अभ्यस्तसंज्ञां प्राप्नुवन्ति इति। आं भगिनि। हा, तर्हि अत्र अभ्यस्तसंज्ञा अस्ति इति कृत्वा अभ्यासः अपि अस्ति। अत्र अनभ्यासः इत्युक्ते अत्र सम्यक् दृष्टम् अस्ति अष्टाध्याय.com मध्ये अस्मिन् सूत्रे अनभ्यासः धातुः इति अनुवर्तितम् अस्ति। अनभ्यासः इत्युक्ते सः धातुः यः अभ्यासेन सह न आगच्छति। अभ्यासः नास्ति यस्य धातोः अभ्यासः नास्ति, तर्हि तेषाम् एव द्वित्वकार्यं सम्भवति। तर्हि केषाम् अभ्यासः न भवति इति? तेषाम् अभ्यासः न भवति इत्युक्ते पूर्वमेव द्वित्वं कृतं चेत् पुनः वयं द्वित्वं न कुर्मः। उदाहरणं स्वीकृत्य यङ्ग्लुप् स्वीकृत्य तस्य सनन्तरूपं कर्तुं शक्यते वा? कुत्र कुत्र पुनः पृच्छतु? यङ्ग्लुप् धातूनां सनन्तरूपं कर्तुं शक्यते वा? न जानामि भगिनि। सामान्यतः कर्तुं शक्यते इति मन्ये, पुनः पुनः कर्तुम् इच्छा इति अर्थे। तर्हि अत्र एकवारं वयं यङ् इति यङ्ग्लुप् इत्यस्मिन् वयं यङ् वा यङ्ग्लुप् वा भवतु येषां पुनः वयं सन् अपि योजयितुं शक्नुमः। प्रत्ययः यङ् प्रत्ययं प्रथमं योजयित्वा नो चेत् यङ्ग्लुप् योजयित्वा तदनन्तरं सन् प्रत्ययं कर्तुं शक्यते खलु। अत्र तादृशं यदि प्रक्रिया आयाति तर्हि तत्र तु यङ् वा यङ्ग्लुक् वा एकवारं द्वित्वं भवति खलु, पुनः तस्यैव धातोः वयं सन् परे द्वित्वं न कुर्मः सनीपरे। एतादृशं पुनः अनन्तरमपि अस्ति यत्र सनन्तप्रक्रियायां यत्र दक्षादयः षट् इति षट् धातवः सन्ति खलु, ते आगच्छन्ति तेषां तु अभ्यस्तसंज्ञा अस्ति इति कृत्वा अभ्यासः एव अन्तर्गतः इति वयं स्वीकुर्मः। तत्र द्वित्वं न अभवत् वा? तत्र द्वित्वम् अभवत् किल? नो, न अभवत्। जागृदातुः तत्र द्वित्वमस्ति, दरिद्रादातुः तत्र तु अनेकाच् अस्ति इति वा? अनेकाच् अस्ति किन्तु सन् प्रत्ययः विदधातुं शक्यते खलु, खलु यत्र दरिद्रयोगः सन् भवति तत्र तु दरिद्रादातोः अभ्याससंज्ञा अस्ति कृत्वा अभ्यस्तसंज्ञा अस्ति कृत्वा तेषां द्वित्वकार्यं न सम्भवति। अस्तु अस्तु भगिनि, पुनरेकवारं चिन्तयामि। अग्रे पठनीयं वा अत्र? तर्हि एकवारं संज्ञोः पुनः पठिष्यामि। संज्ञोः इति सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्य एकाच् अवयवस्य द्वे स्तः, अजादेस्तु द्वितीयस्य इति। अत्र अधिकारसूत्रमस्ति संज्ञोः धातोः अनभ्यासस्य एकाचु द्वे प्रथमस्य अजादेः द्वितीयस्य इति अस्ति. एकाचु द्वे प्रथमस्य इति सूत्रं वदति, अधिकारसूत्रमस्ति अयं. प्रथमस्य एकाच् भागस्य द्वित्वं भवति. यथा जाग्र इति स्वीकुर्मः, यथा भवत्या उक्तम् इदानीं जक्षित्यादयः षट् इति सूत्रेण तत्र अभ्यस्तसंज्ञा भवति. अपि च तत्र अभ्यस्तसंज्ञा अस्ति, अपि च अनभ्यासस्य तत्र इदानीं कार्यं भवति. एवं वा भगिनि? पुनः वदतु, क्षम्यतां भगिनि. हा, तत्र जाग्र इति धातुः जक्षित्यादयः षट् इति तस्मिन् गणे अन्तर्भूतः अस्ति, अपि च तदर्थं तत्र अभ्यस्तसंज्ञा अभवत्. अभ्यस्तसंज्ञा अस्ति इति कृत्वा तत्र अभ्यासः प्रथमभागस्य अभ्यासः इति भवति, परन्तु तत्र द्वित्वं न कृतम्, अतः अनभ्यासः इति वदामः वा? तत्र तु अभ्यस्तसंज्ञा अस्ति इति कृत्वा अभ्यासेन सह वर्तते इति वदतु. तत्र अभ्याससंज्ञा अस्ति इति कृत्वा तत्र अभ्यस्तसंज्ञा अनन्तरम् अग्रिमभागं मिलित्वा अभ्यस्तसंज्ञा भवति. तर्हि यत्र अभ्यस्तसंज्ञा वर्तते तत्र तु अभ्यासः भागः अभ्यासेन सह वर्तते इति उक्तम्. आम्, तत्र अभ्यासः अस्ति, परन्तु अस्माकं तु अनभ्यासस्य एव द्वेष्टः इति वदामः किल, तर्हि तत्र तु अभ्यासः अस्ति. तत्र सनि प्रत्यये परे अत्र द्वित्वकार्यं न भवति. अत्र विषयः तु यत्र द्वित्वं कृतं तत् सन्विषयः वा? न न न, अन्यत्र बहुत्र प्रायः द्वित्वकार्यं भवति. अहं न पठितवती. तर्हि तत्र अत्र यङ् विषयः नास्ति इति वा? तदपि नास्ति. यत्र यङ् विषयः नास्ति, अनभ्यासः इति बहूनां सूत्राणाम् अनुवर्तनम् आगच्छति खलु. 617 आरभ्य लिपि धातोर् अनभ्यासस्य इति आगत्य तत्र अनुवृत्तिः आगच्छति. तर्हि बहुत्र अस्य कार्यमस्ति अस्मिन् विषये, अस्मिन् सूत्रे कुत्र तस्य प्रायः प्रसक्तिः भवति इति अहं वदामि. अस्तु भगिनि, तर्हि अत्र जाग्रु दातुं स्वीकुर्मः. अत्र द्वित्वं भवति, अत्र लिटि दादो अनभ्यासस्य इति खलु. तत्र लिटि अपि द्वित्वकार्यं भवति, किन्तु द्वित्वधातोः लिटि तु द्वित्वं न भवति. सामान्य च पच् धातोः लिटृत्वं पपाच इति अस्ति. अत्र धातुकोशं पश्यतु, किं द्रष्टव्यं तत्र? जक्ष् धातोः लिटृत्वं लिट्लकारः तत्र तु चक्ष् वा? आमामां, तत्र तत्र परस्मैपदी अपि अस्ति, आत्मनेपदी अपि अस्ति. अत्र तु द्वित्वं कृतमस्ति, किन्तु पूर्वं तु न, मम अवगमनम् एवं. कुत्रचित् अहं दृष्टवती, पठितवती भगिनि, यत्र दक्षित्यादयः षट् अस्ति, तेषां तु अभ्यस्तसंज्ञा अस्ति इति कृत्वा तत्र अहं दृष्ट्वा वदामि. किन्तु सामान्य दक्षित्यादयः षट् इति त्यजतु, सामान्य तु यत्र द्वित्वं भवति, उदाहरणं दा धातोः विषये भवति. अत्र उक्तमस्ति भगिनि, लिट्लकारे परे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति. तर्हि यत्र द्वित्वं न कृतम् इत्युक्ते अनभ्यासस्य इति. अस्मिन् सूत्रे अनभ्यासः तादृशप्रक्रिया कुत्र आगच्छति इति भवत्याः प्रश्नः आसीत् तत् लिट्लकारे अत्र प्रदर्शितमस्ति. अस्मिन् सूत्रे अनभ्यासः धातुः इति उक्तम् अस्ति. अस्य अर्थः सः धातुः यः अभ्यासेन सह न आगच्छति यथा भवत्या उक्तम्. पूर्वोऽभ्यासः इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः तस्य अभ्याससंज्ञा भवति. अतः यस्य धातुः द्वित्वं कृतं नास्ति तादृशधातुः अनभ्यासः धातुः इति उच्यते. अस्य धातुः लिट्लकारस्य प्रत्यये परे द्वित्वं भवति इत्युक्ते पूर्वं तत्र द्वित्वं न अभवत् इति. तत्र लिट् धातोरनभ्यासस्य इति 618 पश्यामश्चेत् तत्र पच् धातुः दत्तमस्ति. अभ्यस्तसंज्ञा भवति खलु, तर्हि तत्र अभ्यासः पुनः न भवति इति मया कुत्रचित् पठितम् आसीत्, तदेव मम भ्रमः जायते. अहम् अनन्तरं पश्य अस्तु अस्तु अस्तु भगिनि पठिष्यामि अग्रे. तर्हि अत्र जाग्र इति स्वीकुर्मः. तत्र एकाचो द्वे प्रथमस्य इति, तर्हि तत्र जाग्र इति कथं भवति इति इदानीं द्रष्टव्यं. तथैव पच् इति द्वित्वं भवति. जाग्र इति एकाचो द्वे प्रथमस्य, तर्हि केवलं यः अच्वर्णः अस्ति इत्युक्ते प्रथम अच्वर्णपर्यन्तं प्रथमभागः इति वदामः. तर्हि जाग्र मध्ये जा इति प्रथमः भागः, तर्हि तत्र तस्य द्वित्वं भवति इति कृत्वा जा जाग्र इति रूपं. तथैव पच् यत्र अस्ति भगिनी, तत्र पकारः एव अस्ति किल प्रथमभागः, तत्र पपच् इति नास्ति वा? पच् पच् इति वक्तव्यं वा? प्रक्रिया वयम् अनन्तरं पश्यामः भगिनी. पच् पच् इ इति प्रथमस्य एकाचः द्वे इति अस्ति. अजादेर्द्वितीयस्य अधिकारसूत्रं अपि जक्षित्यादीनाम् अस्ति अन्तर्धन. आम् आम्, यद्यपि अभ्यस्तसंज्ञा अस्ति तथापि अत्र अधिकं मम दोषः. तत्र बहुत्र किञ्चित् भ्रमः अस्ति एव. अस्तु भगिनि, अजादेर्द्वितीयस्य इति अजादिधातोः द्वितीयस्य एकाच् भागस्य द्वित्वं भवति. इदानीम् ऊर्णु इति स्वीकुर्मः. ऊर्णु इति अजादिधातुः अस्ति. अत्र भागः कथं करणीयं, प्रथमः द्वितीयः इत्युक्ते अत्र प्रथमभागः. आम् आं भगिनि, तत्र जाग्र इति धातुः अस्ति. तत्र प्रथमभागस्य द्वित्वं भवति इति. प्रथमः इत्युक्ते तत्र प्रथमः अच्वर्णः यत्र आगच्छति तावत्पर्यन्तं प्रथमः, द्वितीयम् इत्युक्ते अग्रिम अच्वर्णपर्यन्तं द्वितीयः इति. तर्हि जा इति प्रथमभागः भवति, अपि च गृ इति द्वितीयभागः भवति. तर्हि एकाचो द्वे प्रथमस्य इति कारणेन प्रथमस्य एकाचः एव द्वित्वं भवति. अतः तत्र जा एव द्वित्वं भवति इति कृत्वा जा जागृ इति अभवत्. साधु किल भगिनी इदानीम्? आं, किन्तु यत्र एकाच् अस्ति पच् अस्ति तत्र तु प्रथम. हा, तत्र पच् यत्र, तत्रैव मम प्रश्नः आसीत्. तत्र पच् अस्ति, तत्र प्रथमभागः तु प एव आगच्छति किल. द्वादोभागे दत्तम् अस्ति यदि धातु एकाच् अस्ति तत् द्वयोः भवति वर्णः. बहुत्र धातोः एकाच् एव तथा भवति यत् समग्रभवति. एकाच् एव अस्ति इत्युक्ते भू धातुं स्वीकुर्मः, तर्हि तत्र भू भू इति भवति. आम् आम्, किन्तु यथा पच्यस्य हलन्तधातुः अस्ति तत्र एका समग्रधातुस्य द्वित्वं भवति तत्र दत्तमस्ति. अग्रे दत्तमस्ति वा? अग्रे दत्तमस्ति. अस्तु, तर्हि इदानीम् एवमेव स्वीकुर्मः. पच् इति द्वित्वं भवति, तर्हि पच् पच् इति भवति. ई केवलम् अस्ति चेत् तत्र तस्य एव द्वित्वं भवति, ई ई इति. तर्हि प्रथमस्य एकाचः द्वे भवति इति. अजादेर्द्वितीयस्य सूत्रं तु वदति अधिकारसूत्रम्, अजादिधातोः द्वितीयस्य एकाच् भागस्य द्वित्वं भवति इति. तर्हि अत्र द्वितीयभागं कः इति पश्यामः. ऊर्णो इति स्वीकृतम्. इदानीम् ऊर्णो मध्ये आ, तर्हि तत्र द्वितीय न ऊरुणु इति अस्ति अन्त अन्ततः वयं गच्छामः खलु पृष्ठभागतः वयं गत्वा प्रथम तत्र तु प्रथमस्वरपर्यन्तं वयं स्वीकुर्मः तादृशम् अत्र स्वरद्वयमस्ति ऊ अपि च हल्वर्णपर्यन्तम् तर्हि प्रथम हल् वर्णपर्यन्तम् इत्युक्ते तत्र पच्यपि आगच्छति उपरि अपि न तत्र तु न तत्र अजादेर् यत्र अजादिदातुः तत्र तत्रैव एकं अचुवर्णं स्वीकृत्य तस्मात् पूर्वं यः हल् वर्णः अस्ति तस्य तर्हि अग्रे पठामि भगिनि तर्हि स्पष्टता जायते सत्यं तर्हि अजादेः द्वितीयस्य एकाचः द्वे बहुत्र धातुः एकाचेव तथा भवति चेत् समग्रधातुरेव द्वित्वं भवति तत्र क्लेशः नास्ति यतो जुहोत्यादिगणे मा हा हा हा दा दा दा तादृशं यङन्तधातुः सदा अनेकाच सत्यं यतोहि औपदेशिकधातौ न्यूनातिन्यूनम् एकः स्वरः अस्त्येव तदा य इत्यस्य संयोजनेन य इत्यस्मिन् यः अकारः सः यङन्तधातोः द्वितीयः अच्वर्णः भवति धातुः अनेकाच् चेत् अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एकाच् भागस्य द्वित्वं भवति धातुः अनेकाच् चेत् अपि च अजादिः इति चेत् अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति एकाच् भागः इत्युक्ते यदा हि प्रथमः अच्वर्णः आयाति स च वर्णः भागस्य अन्तो भवति नाम स्वरवर्णः भागस्य अन्तिमवर्णः भवति अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः इतोपि पठामि तर्हि तदानीमेव स्पष्टता इतोपि भवति इति मन्ये पठामि वा नो चेत् अन्ये यथा भू इति स्वीकुर्मः इदानीं यङ् योजनेन तत्र भूयोगः य भूय इत्यस्य सनाद्यन्तादातवः इत्यनेन धातुसंज्ञा भवति संयङ्गोः इति कारणेन इदानीं द्वित्वकार्यं तर्हि इदानीं भूय इति धातुः अनेकाच् अस्ति ऊ अपि च अकारः इति हलादिः अपि अस्ति अतः प्रथमस्य एकाच् भागस्य द्वित्वं भवति तर्हि ऊपर्यन्तं गन्तव्यं तर्हि उकारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्णः भू इति प्रथमभागः तस्य च द्वित्वं भू भू तदनन्तरं यकारः योजयामः किन्तु धातुः अजादिः अस्ति चेत् अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति इदानीम् अश् इति स्वीकुर्मः य इति योजनेन अश्य इत्यस्य सनाद्यन्ताधातवः इत्यनेन धातुसंज्ञा संयङ्गोः इत्यनेन अजादेः द्वितीयस्य द्वित्वं तर्हि अत्र अश्य इति धातौ अ एव प्रथमः स्वरः अकारः इत्यस्य प्रथमः अकारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्णः श्य इति द्वितीयभागः तस्य च द्वित्वं श्य श्य इति तर्हि पूर्वम् ऊर्णु प्रति गच्छामः वा इदानीं अत्र पश्यतु तर्हि ऊर्णु इत्यस्मि इर्णु इति स्वीकर्तव्यं खलु द्वितीयभागः हा परन्तु तत्र तु अनेक इतोपि नन्द्रासंयोगादयः इति सूत्रं कार्यं करोति इति मन्ये प्रायः यतोहि तत्र संयोगः भवति किल ऊर्णु इति यत्र वदामः ऊर्णु इति ऊ इति प्रथमम् अस्ति ऋणु तदनन्तरं द्वितीयमस्ति ऋणु परन्तु रेफस्य तत्र लोपः भवति अपि च केवलं नु इत्येव तिष्ठति अतः ऊर्णु नु इति भवति इति मन्ये न भगिनि न संयोगस्य नन्त्रसंयोगसूत्रम् अत्र कार्यं करोति तदेव मया उक्तं तदेव मया अपि उक्तं महोदय नन्त्रसंयोगादस्य इति संयोगः अस्ति इति कृत्वा तत्र रेफः न भवति इति तत्र द्वित्वं न भवति रेफस्य अपि च दकारस्य रेफं न भवति तदेव भवान् अपि उक्तवान् किल महान् चिन्तितवान् संयोगस्य सूत्रम् अन्यः अस्ति किल तत् भवान् उक्तवती तद् नास्ति न द्राहसंयोगादयः इति 613 इति दत्तं किल धन्यवादः तत्र तर्हि इदानीम् ऊर्णु मध्ये ऊ इति प्रथमः स्वरः प्रथमभागः द्वितीयमस्ति द्वितीय उकारः परन्तु तत्र रेफः नकारः उकारः इति दृश्यते तर्हि द्वितीयभागं पूर्णतया पश्यामश्चेत् रेफः नकारः अपि च उकारः परन्तु रेफस्य द्वित्वं न भवति अनेन सूत्रेण न द्रासंयोगादयः इति सूत्रेण अचः पराः संयोगादयः न दराः द्विर्न भवन्ति इति कृत्वा तत्र नकारः वा भवतु दकारः वा भवतु रेफः वा भवतु वर्णत्रयं तेषां द्वित्वं न भवति यत्र संयोगः अस्ति प्रथमम् इत्युक्ते भगिनि आं भगिनि अवगच्छामि संयोगे भवती तु अवगच्छति संयोगादय केवलं नकार दकार रेफ भवत् तेषां न भवति अन्यसंयोगः अस्ति मिलता अश अस्ति तत्र भवति तत्र सर्वत्र भवति केवलं न दर नकारः दकारः रेफस्य द्वित्वं न भवति इति अतः ऊर्णु मध्ये रेफस्य द्वित्वं न भूत्वा केवलं तर्हि तत्रापि भगिनि नकारः अस्ति किल भगिनि संयोगे यत्र नकारः आदौ अस्ति तत्र संयोगादयः संयोगस्य आदिमवर्णस्य एव द्वित्वं न भवति इत्यपि स्मर्तव्यम् सत्यं तर्हि तत्र नु इति द्वितीयभागः तत्र तस्य एव द्वित्वं करणीयम् इति तर्हि ऊर्णो नु इति भवति तत्र अजादेः द्वितीयस्य इति सूत्रेण तर्हि अश्यस्य तु स्पष्टमस्ति इति मन्ये तत्र अन्ये पठन्ति वा आं भगिनि धन्यवादः न पठितुं न शक्नोमि मयं चक्षु न सम्यक् अत्र देयं यत् अत्रतः देयं यत् यङ् प्रत्ययम् अन्तिकृत्य द्वित्वम् इति वार्ता नास्ति अस् अस् य अस्य अस्यस्य इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ् प्रत्ययः द्वितीयकार्यस्य निमित्तं नास्ति य एव स्थाने नाम सः च यः कार्यस्य स्थलम् अपरेषु द्वितीयप्रसङ्गे प्रत्ययेषु सप्तमी व्यक्ति भवति लिटि धातोरण अभ्यासस्य स्लौ सङ्गि येषु लिटि स्लौ सङ्गि इति सप्तम्यानि सप्तम्यन्तानि किन्तु संज्ञङ्गोः इत्यस्मिन् संज्ञङ्गोः इति सस्यान्तपदं यतोहि तस्य एव द्वित्वं भवति यस्य अन्ते यः यङ् अस्ति तस्य द्वितं भवति यं तस्मिन् द्वितकार्ये स अन्तर्भूतमेव अत्र दत्तं यङन्तदावनं यकारः षष्ट्यन्तमस्ति तस्य स्थानि भवति अतः यङ् प्रत्ययः निमित्तीकृत्य द्वितं भवति इत्यस्य अर्थः तथा नास्ति स्थानि यदा स्थानि भवति यङ् प्रत्यय एव निमित्तं द्वितीयस्य इति न वक्तुं शक्नुमः परन्तु अन्य श्लौ सङ्गी लिटि श्लौ तदर्थं सप्तमी भवति अतः तत्रापि स्थानि नास्ति तस्य पूर्वं कार्यं करोति इति इत्युक्ते यङ् प्रत्ययः य इत्यस्य षष्ठी व्यक्त्यन्तं भवति स्थानि भवति अतः यङ् प्रत्ययः द्वितीयस्य कारणं नास्ति इति अत्र दत्तम् अहं चिन्तयामि महोदय अन्यत् चेत् वदतु महोदय इति कृत्वा एव अत्र यद्यपि लुक् भवति प्रत्ययस्य लुक् भवति तथापि कार्यं तु भवति आम् अग्रे पठामि वा? नन्द्रसंयोगादयः अचः पराः संयोगादयः नन्दराः द्वि न भवन्ति न च द च रश्च तेषां त्रितुरदण्डः द्राः संयोगस्य आदयः संयोगादयः षष्टितत्पुरुषः न अव्ययपदं द्रा प्रथमान्तं संयोगादेशः प्रथमान्तं त्रिपदम् इदं सूत्रम् अजादेहे द्विदीयस्य इत्यस्मात् अजादेहे इत्यस्य अनुवृत्तिः अच् च असौ आदिश्च अजादिः तस्मात् अजादेहे कर्मधारेः एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अजादेहे संयोगादयः द्रा न द्वे अत्र सूत्रं वदति यदा संयोगम् अस्ति उदाहरणे अत्र न द्रा अत्र नकारः पूर्वम् अचूर्णस्य परे इन्द्राः इति संयोगमस्ति अतः संयोगस्य आदिमवर्णः न अस्ति अत्र द्वा न द्वितं भवति इति द्रा एव द्वितं भवितुम् अर्हति इति यत्र संयोगादि इद् रा भवति तत्तेषां त्रिषूणामपि द्वित्वं न भवति खलु त्यक्त्वा वयम् अग्रे वयं द्वित्वकारं कुर्मः इति त्रिषूणामपि वा न अहं चिन्तयामि न प्रथमवर्णः एव इति पठामि प्रथमवर्णः नकारः वा दकारः वा रेफः वा संयोगस्य प्रथमवर्णः तस्य द्वित्वं न भवति नकारः अहं चिन्तयामि नकारे महोदय वदति नान्द्र पूर्वं त्रिषु वर्णेषु अन्यतमः प्रथमवर्णः अस्ति चेत् तत्र द्वित्वं न भवति इति तदर्थमेव तत्र ऊर्णो मध्ये रेफः प्रथमम् आसीत् किल पठामि महोदय यदा ऊर्णु ऊः इति प्रथमः एकाच् भागः णु इति द्वितीयः एकाच् भागः अजादि द्विदीयस्य इत्यनेन द्विदीयस्य एकाच् भागस्य द्वित्वं नान्द्रा संयोगादयः इत्यनेन संयोगादिरेपस्य द्वित्वं न भवति अतः णु इत्यस्य एव द्वित्वम् ऊर्णु णु इदानीमेव हेमा भगिनी उक्तवती तस्य अनन्तरम् उन्द् योः सन् इडाहम सत्त्वादेशः उन्दिशि त्रयः एकाच् भागः उन्दिश अजादि द्विदीयस्य इत्यनेन द्विदीयस्य एकाच् भागस्य द्वित्वं दि इति द्वितीयः एकाच् भागः नान्द्र संयोगादय इत्यनेन संयोगादि नकारस्य द्वित्वं न भवति अतः दि इति इत्यस्य एव द्वितं प्रथमः तृतीयः च एकाच् भागो यदावत् तिष्ठतः उन्दि योः दि योः श उन्दिशि उन्दिश इति रूपं भवति अत्र त्रयः अचुवर्णः अस्ति तस्य त्रयः अचुवर्णः अस्ति चेत् प्रथम अचुवर्णः तृतीयचवर्णः यदावत् तिष्ठति सेकेण्ड् द्वितीयः एव द्वितं भवति इति अत्र दत्तं तदेव अनन्तरं नान्तरसंयोगादिसूत्रेण नकारः लोपो भवति अत्र न द्वितं भवति अतः दि एव द्वितं भवति उन्दि योः दि योः श उन्दिश इति रूपं भवति महोदय क्षम्यताम् अत्र तु अत्र अरुणा भगिनी कृपया कदापत्रमागच्छति व्यस्त अस्ति वा आम् पदामि भगिनि, प्रत्ययलोपे प्रत्ययलक्षणं भगिनि, प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्, प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठी तत्पुरुषः, तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः, सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम् इति केवलसंज्ञासूत्रं भगिनि. क्षम्यताम्, आं भगिनि सत्यम्, अत्र प्रत्ययलोपे तु प्रत्ययलक्षणम् इति तु सूत्रमस्ति, किन्तु यत्र निमित्तपाये नैमित्तिकस्य तस्यापि पायः इत्येव सूत्रं नास्ति इति कृत्वा आकृतव्यूहाः पाणिनीयाः इति तत्र वयं स्वीकुर्मः इति. न लोपता अङ्गस्य यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् लुमान् तेन लुमता न अव्ययपदं तुमता तृतीयान्तम् अङ्गस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न. सूत्रे न लुमता अङ्गस्य अत्र लु अस्ति, लुमता कथमागच्छति चेत् लु अस्य अस्ति इति लुमान् तृतीयविभक्तिस्य लुमता. अत्र लु अस्ति चेत् प्रत्ययलोप भवति, परन्तु अङ्गप्रत्ययनिमित्तिक अङ्गकार्यं न भवति. अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयविभक्त्यन्तं संरूपम्. इदं मतुप्रत्ययान्तं प्रथमाविभक्तौ लुमान्. मतुप्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः यस्य अस्ति वा सः बुद्धिमान्, तर्हि लु अस्य अस्मिन् वा सः लुमान्. व्याकरणे त्रयलुमन्ता सन्ति लुक् स्लु लुप् छे इति. इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति. अनुवृत्तिसहितसूत्रं तदेव, यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न, अतः न लुमता अङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं. तर्हि अत्र सारांशः एवं, यत् श्लु इत्यनेन कस्यचित् प्रत्ययस्य आदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यं निमित्तं न भवितुम् अर्हति. तदेव लुमता कथं निष्पन्नं भवति, अतदत्र प्रातिपदिकं तुमुन् अतुप्रत्यययोजनेन प्रथम लुमन् लुमान् लुमता लुमान् इति प्रथमविभक्तिरूपम् अस्ति. अत्र अर्थः मतुप्रत्ययस्य अर्थः अस्य अस्मिन् उदाहरणं बुद्धिमान् बुद्धि अस्य अस्ति वा सः बुद्धिमान्, तदेव लु अस्य अस्मिन् वा सः लुमान्. लुमन्ताः त्रिविधाः त्रिविधा लुक् स्लु लुप् इति. अत्र लुम इति अस्ति चेत् प्रत्ययलोपानन्तरम् अङ्गकार्यं कोऽपि न भवति. आं भगिनि, आं धन्यवादः भगिनि, उक्तवती खलु सरला. धन्यवादः. अत्र नूतनविषयः नास्ति खलु, क्षम्यतां मम मनः कुत्रचित् आसीत्, मम भ्रमः अस्ति अङ्गम् इति कथम् आगच्छति, यदा यङ् प्रत्ययविधानं भवति तस्य आदौ धातुः अस्ति साधु, एते सब धातु कार्यमस्ति साधु, अङ्गकार्यं कथं यदि प्रत्यययोजनेन भवति तदा प्रत्ययात् पूर्वं यत् अस्ति तदेव अङ्गम् अस्ति इति स्वीकुर्मः खलु, धातुः अपि अङ्गम् अस्ति खलु भगिनि, कुत्र कुत्र वयं केवलं पूर्व अङ्गं प्रत्ययसहित वयं स्वीकुर्मः, कुत्र केवलं धातु प्रत्ययस्य आदौ धातु अङ्गम् इति स्वीकुर्मः, कथं जानीमः यदि सूत्रे अङ्गं किम्? बहु सरलमस्ति भगिनि, अत्र यत्किमपि प्रत्ययं प्रत्ययः भवतु तस्मात् पूर्वं यत्किमपि भवतु तत् अङ्गं भवति, इत्युक्ते यत्र धातु प्लस् प्रत्ययः अस्ति चेत् प्रत्ययस्य प्रत्यय वन् इति स्वीकुर्मः, प्रत्यय वन् इति, तर्हि प्रत्यय वन् इत्यस्य अङ्गम् अस्ति धातुः, अधुना भिन्न प्रक्रियां पश्यामः, धातुः प्लस् प्रत्यय वन् प्लस् प्रत्यय टु इति अस्ति, तर्हि प्रत्यय वन् इत्यस्य अङ्गम् अस्ति धातुः, प्रत्यय टु इत्यस्य अङ्गम् अस्ति धातु प्लस् प्रत्यय वन्, यथा वयं जानीमः किन्तु इदानीं लुमता अङ्गम् इति अङ्गम् अत्र धातु अङ्गम् अस्ति वा धातु यत्किमपि अङ्गं धातु अङ्गं वा यत्य अत्र पश्यतु धातुः प्लस् प्रत्यय वन् अस्ति इति पश्यतु, यदि प्रत्यय वन् लुमान् अस्ति चेत् तस्य लुक् भवति चेत् कुत्रचित् अपि लुक् भवति चेत् धातोः प्रत्यय वन् निमित्तीकृत्य अङ्गकार्यं किमपि न भवति धातौ, अस्तु, अनन्तरं द्वितीय वयं पश्यामः उदाहरणं, धातुः प्लस् प्रत्यय वन् प्लस् प्रत्यय टु इति स्वीकुर्मः, प्रत्यय वन् प्लस् प्रत्यय टु मिलित्वा क्षम्यतां धातुः प्लस् प्रत्यय वन् मिलित्वा अङ्गम् इति स्वीकुर्मः, तर्हि अङ्गं प्लस् प्रत्यय टु इति अस्ति, अधुना प्रत्यय टु इत्यस्य यदि प्रत्यय टु लुमान् अस्ति इत्युक्ते तस्य लोपः जायते चेत् लुक् भवति चेत् प्रत्यय टु निमित्तीकृत्य यत्किमपि कार्यम् अस्ति तत्तु लिङ्गे अङ्गे किमपि कार्यं न भवति, तन्निमित्तीकृत्य कार्यं न भवति, इदानीं प्रकृत उदाहरणं यङ् लुक् अस्ति साधु, यङ् लुक् इति भवति लुमान् भवति साधु अङ्गं तत्र, कथं वयं प्रत्ययलोपे प्रत्ययलक्षणं वदामः यदि लुमान् अस्ति प्रत्ययलोपे तन्निमित्तीकृत्य वृद्धिकार्यं वा अर्धधातुकप्रत्ययः अस्ति खलु, तर्हि तत्र तु वयं किम् अस्ति गुणकार्यं वा तादृशम् उदाहरणार्थं पश्यामः ऊर्नु नु इति अस्ति खलु, तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति स्म सामान्यतया यङ् अस्ति खलु, प्लस् एकनिमिषं भगिनि, ऊर्नु नु प्लस् यङ् इति अस्ति, अत्र यङ् तु लुक् भवति, अधुना नु इत्यस्य सार्वधातुक अर्धधातुको इत्यस्य प्रसक्तिः भवति वा इति प्रश्नः आयाति खलु, किन्तु न भवति पूर्णनु इति तिष्ठति इति मम अवगमनं तादृशं, तर्हि तादृशकार्याणि न भवन्ति, द्वित्वकार्यं तु अङ्गकार्यं नास्ति, वयं पूर्वं दृष्टवन्तः खलु प्रत्ययं निमित्तिकम् अङ्गं कार्यम् अस्ति, संयुगोः इति षष्टि अस्ति, षष्ट्यन्तम् अस्ति, द्वित्वकार्यं तु निमित्तिकं कार्यं नास्ति, प्रत्ययं निमित्तिकं कार्यं नास्ति इति कृत्वा एव द्वित्वकार्यं सम्भवति, किन्तु प्रत्ययनिमित्तिकं यत्किमपि गुणकार्यं वा वृद्धिकार्यं वा तादृशकार्यं भवतु, सामान्यतया उवङ्गादेशः इति तादृशकार्याणि सन्ति खलु, तादृशकार्याणि किमपि न भवन्ति, अस्तु, सो संयङ्गो प्रति द्वितीयं कार्यं भवति, तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति तिष्ठति, प्रसक्तिः नास्ति, किमर्थम् इत्युक्ते संयङ्गोः इत्यनेन प्रत्ययनिमित्तिकं कार्यं नास्ति, नैमित्तिकं यदि अनैमित्तिकं कार्यं भवति साधु, तञ्ङोः इति कार्यं द्वित्वकार्यं यङ् प्रत्ययनिमित्तिकं कार्यं नास्ति इति कृत्वा प्रत्ययलोपे प्रत्ययस्य लक्षणम् इत्यस्य प्रसक्तिः प्राप्तिः च न भवति इति कृत्वा एव तस्य द्वित्वकार्यं भवति एव. किमर्थम् इत्युक्ते यङ् प्रत्ययः तत्र स्थानी अस्ति, निमित्तं नास्ति, सप्तम्यां नास्ति. किन्तु सार्वधातुकार्धधातुकौ इति स्वीकुर्मः तत्र यङ् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, सप्तम्याम् अस्ति, परे इति अस्ति खलु यङ् परे. तर्हि तादृशसार्वधातुः आर्धधातुकः इति तादृशकार्याणि अत्र न सम्भवन्ति. अस्तु, तयो इदानीं वयं दृष्टवन्तः अकृतव्यूह पाणिनीयः तदपि स्वीकर्तुं शक्यते. तिस्रपरिभाषायां किं किं भेदं भवति, कथा तस्य एप्लिकेशन् कुर्मः. सामान्यतया अकृतप्रत्ययलोपे प्रत्ययलक्षणं तु केवलं प्रत्ययस्य कृते भवति. किन्तु उदाहरणम् अन्यत् कार्यमस्ति, षत्वकार्यं वा रेफ नत्वं वा अस्ति चेत् तस्य कृते तु अकृतव्यूहाः पाणीयाः इत्येव स्वीकर्तुं शक्यते. वर्णनिमित्तिकं कार्यमस्ति चेत् यत्र किन्तु प्रत्ययनिमित्तिकं कार्यमस्ति तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यपि स्वीकर्तुं शक्यते, अकृतव्यूहाः इत्यपि स्वीकर्तुं शक्यते इति परिभाषा अपि स्वीकर्तुं शक्यते अस्मिन् तन्निमित्तम्. समानकार्यमस्ति, प्रतिलोपे प्रतिलक्षणं तु केवलं प्रत्ययस्य कृते, अकृतव्यूहाः इति तु सामान्यतया वयं तत्र तु वर्णनिमित्तिकानां कृते वयं स्वीकुर्मः. उदाहरणं षत्वकार्यं, षत्वं कुत्र भवति, षत्वं आदेशप्रत्ययोः इत्यनेन तत्र आदेशरूपी षष्टकारस्य सकारस्य षकारः भवति इण्कोः इति. तत्र तु वयं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं न स्वीकर्तुं शक्यते, प्रत्ययः नास्ति खलु अत्र. इण्कोः इति प्रत्ययः नास्ति, केवलं निमित्तम् अस्ति किन्तु प्रत्ययः नास्ति इति कृत्वा वयम् अकृतं पूर्वं वयं दृष्टवन्तः तस्य तत्र तु किम् अस्ति पूर्वम् अस्मान् वयं किम् उक्तवन्तः तन्निमित्तम् अकृत भिन्नरूपेण प्रतिपादितम् आसीत्. हेमा भगिनी स्मरति वा, पञ्चनिमेषात् पूर्वमेव उक्तवती भवती, इदानीं तत्र तादृशपरिभाषा नास्ति इति कृत्वा सः पुनः परिवर्तनं भगिनि अकृतपरिभाषा अस्ति, अकृतव्यूहः अस्ति, तद्वक्तुं शक्यते. निमित्तापाये नैमित्तिकस्य सत्यं सत्यं निमित्तापाये निमित्तं नश्यमाने सति नैमित्तिकम् अस्ति तस्यापि कार्यं सत्यं. परन्तु अत्र यङ् अपि च यङ् लुकः यदि प्रक्रियां पश्यामः तथा इतोपि स्पष्टं भवति इति मन्ये. यत्र तत् अग्रे आयास्यति वा भगिनि? तर्हि आहत्य अत्र वयं किम् अवगच्छामः इत्युक्ते द्वित्वकार्यं यङ् निमित्तिकं कार्यं नास्ति इति कृत्वा यद्यपि लङ् लुक् भवति द्वित्वकार्यं तु सम्भवति एव इति प्रथमविषयः. द्वितीयविषयः अस्ति यत्किमपि अङ्गकार्यं सामान्यतया भवति तत्सर्वं तानि उदाहरणम् आर्धधातुकम् इति स्वीकृत्य यत्किमपि निमित्तम् इति स्वीकृत्य यत्किमपि अङ्गकार्यं भवति स्म, अङ्गे भवति स्म, तानि तादृशकार्याणि किमपि अत्र न सम्भवन्ति इति. न लुमताङ्गस्य इत्यनेन परन्तु प्रक्रियासमये विस्मरणम् अभवति इति कृत्वा तत्र पुनः एकवारं वयं प्रक्रियासहित द्रष्टव्यं, तर्हि मनसि तिष्ठति. सामान्यतया प्रत्ययलोपे नश्यमाने सति प्रत्ययस्य नैमित्तिकं तु न नश्यमानं भवति, प्रत्ययलोपे प्रत्ययलक्षणं तु तिष्ठति. किन्तु लुमान् अस्ति चेत् यत्र लुप् अस्ति तस्य तु प्रत्ययलक्षणं न तिष्ठति, अङ्गकार्यं न भवति इति कृत्वा. किमर्थं पुनः तदेव विषयः अकृतव्यूहाः पाणिनीयः इत्येव. यत् नश्यमानमस्ति प्रत्ययलक्षणं तत् किमर्थं वयं कुर्मः, इत्यस्य लोपे प्रत्यक्षं भवति इति कृत्वा प्रथमेव वनागमः कुर्मः तादृशं कर्तुं शक्यते. प्रायः वयम् एवं कुर्मः चेत् वयम् ऊर्णु नु प्लस् यङ् इति कुर्मः चेत् तत्र प्रथमं तु ऊर्णु नु इति गुणकार्यं कुर्मः, तदनन्तरम् अग्रिमसोपाने किं कुर्मः यङ् लुक् भवति, तदनन्तरम् ओकारस्य पुनः वयं लोपं पूर्वोत्तनरूपं पुनरेकवारं मन्दं वदति वा. हा, अत्र न लुमताङ्गस्य इति न वदति म करोतु इति, किन्तु वयं यदि वयं कुर्मः चेत् किं भवति, यदि वयम् ओकारं कुर्मः चेत् पूर्णस्य ऊर्णु नु इति अङ्गम् अस्ति खलु, तर्हि ऊर्णु नोति इति भवति. क्षम्यताम् एकनिमेषम्, ऊर्णु इति अनेकाच् अस्ति खलु, तत्र तु यङ् रूपमेव न भवति, भिन्नं स्वीकर्तव्यम् अस्माभिः. ऊर्णु अजादि अस्ति, किन्तु वार्तिकेन भवति, वार्तिकेन तत्र. ओ एवं किम्? आम, तद् वार्तिकं यत् वयं दृष्टवन्तः तत्र, आमां सूत्री मत्री तत्र ऊ अस्ति. धन्यवादः भगिनी. तर्हि ऊर्णु नु इति अङ्गम् अस्ति, रिक्तं भूत्वा अङ्गम् अस्ति. यङ् प्रत्ययस्य कृते अङ्गम् ऊर्णु नु इति अस्ति, उकारान्तम् अङ्गम् अस्ति. अधुना सार्वधातुकार्धस्य अस्ति वा? अत्र उवङ्गादेशः भवितुम् अर्हति. किमर्थम् अजादिप्रत्ययपरे एव उवङ्गादेशः खलु, अचिष्णु दातु भ्रुवां खलु, अजादिः नास्ति. प्रथमं यङ् यङ् विधानं भवता साधु तत् ऊणु भवति, संयङो अनेन केवलं द्वितीय अजादि द्वितीयस्य स्वीकुर्मः, न निद्रा अनेन रेफस्य लोपः भवति. सो ऊर्णु इति भवति साधु, ऊर्णु नु इति अङ्गं प्लस् यङ् इति अपि अस्ति. नु यङ् ऊर्णु नु ओ यङ् यङ् अस्ति चेदेव द्वित्वं भवति खलु. आं यङ् इति यङन्तन संयोः इत्यनेनैव द्वित्वं भवति खलु, तर्हि अस्माकं प्रत्ययपि भवितव्यं. प्रथमसोपाने तु यङ् भवितव्यं खलु, किन्तु पश्यामः चेत् भवति इति कृत्वा अन्तरङ्गम् अस्ति इति कृत्वा पूर्वमेव लुक् भवति. सो तत् प्रत्यय कदा विधानं भवति, यङ् लुक् अनैमितिकम् अनैमितिकं कथा अग्रे परे यः प्रत्ययः अस्ति इति द्रष्टव्यं चेत्, यदि परे तिङन्तः तत्र तु आदौ एव व्यङ् इत्यस्य लोपः भवति, लुप् भवति. किन्तु अच् किम् अस्ति, अच् अस्ति चेत्, अच् इति कृदन्तम् अस्ति चेत्, साक्षात् अच् इति कृदन्तम् अस्ति चेत् तस्य तु लोपः अन्तिम अनन्तरं भवति. वयं पूर्वं प्रक्रियां दृष्टवन्तः खलु, दृष्टवन्तः साधु. तावदेव भगिनि, अत्र आहत्यम् अवगच्छतु, केवलं यत्र प्रक्रिया एव न भव अङ्गकार्यमेव न भवन्ति इत्येव आशयः. तर्हि केवलं सरलम् अस्ति, प्रथमं तु द्वित्वकार्य यङ् लुक् यङ् लुक् भवति, द्वितीयसोपाने तु द्वित्वकार्यं भवति इति आहत्य तावदेव, अन्यत् किमपि कार्यं न. भगिनि एकवारं पूर्णतया अस्य प्रक्रियां वदामः. ऊर्णु नु इति द्वित्वम् अभवत् अत्र, यङ् योजयामः भगिनि, ऊर्णु प्लस् यङ् इति अस्ति. ऊर्णु प्लस् सूत्री मूर्त्रि इति सूत्रेण ऊर्णु प्लस् यङ् इति विधानम्, अनन्तरं क्रियासमभिहारार्थे यङ् विधानम्, अनन्तरं किं भवति अत्र तु यङोचि च इत्यनेन संयङोः यङोचि द्वयोः प्रसक्तिः, किन्तु यङोचि च इत्यस्य प्राप्तिः भवति अन्तरङ्गसूत्रमस्ति इति कृत्वा यङः लुक् भवति इति कृत्वा अत्र तु ऊर्णु इति तिष्ठति अस्माकम् अङ्गम्. अधुना यङ् अस्ति, यद्यपि यङ् इत्यस्य लोपः जातः किन्तु यङ् इत्यस्य एव अङ्गम् अस्ति खलु, अत्र तु संयुङोः इत्यनेन तस् द्वित्वं भवति, तर्हि ऊर्णु नु इति वयं प्राप्नुमः. तदनन्तरं शप् प्रत्ययः भवति, तदनन्तरमेव ति आगच्छति, तर्हि तत्र अचि परे इति भवति किल, तर्हि उवङ्गादेशः भवति किल तत्र. हा अहम् अहम् अहं द्वितीय तत्र यङ् चेत् अनन्तरं भगिनि सत्यं, तर्हि ऊर्णो नोति यदि शप् आगच्छति इति तिङति डिपेण्ड्स् आन् विच् प्रक्रिया यु आर् यूसिङ्ग् रैट् भगिनि वेदर् यु आर् यूसिङ्ग् लेट् आर् यु नो लृट् तत्तु सत्यं दट्स् वै सेड् नाट् टु डु हुवङ्ग् अस्तु तर्हि अत्र किं भवति यदि विकरणप्रत्ययं अकारः इति लट्लकारे पश्यति तत्र अकारः आगच्छति शप् आगच्छति तदनन्तरं शप् निमित्तीकृत्य अङ्गकार्यं भवति अत्र तु यङ् निमित्तीकृत्य अङ्गकार्यं न भवति किन्तु शप् निमित्तीकृत्य अङ्गकार्यम् अस्ति अधुना ऊ आदेशः तर्हि इति कृत्वा तत्तु भवति अस्तु यङ् निमित्तीकृत्यं यङ् इति आर्धातुकप्रत्ययः अस्ति यङ् तु मया किम् उक्तं यङ् तु अजादिः नास्ति इत्युक्तम् इति कृत्वा यङ् निमित्तीकृत्य ओकारः न भवति सार्धातुकार्थकयोः अर्धातुकप्रत्ययः अस्ति खलु परन्तु यङ् तु धातोः भागः एव भवति किल तत्र किन्तु अङ्गं धातोः भावः अस्ति प्रत्ययः अपि अस्ति खलु नूतनधातु कृत्वा अनन्तरं वयं कुर्मः भगिनि प्रथमं नूतनधातुः यत्र वयं योजयामः तस्मिन् सोपाने यङ् इति अर्धातुकप्रत्ययः अस्ति खलु वयम् अधुनारूपं न चिन्तयामः केवलं धातुनिर्माणम् अस्तु सन्ध्यङ्गोः इति तत्र यकारः लोप अभवत् साधु केवलं प्रथममेव अभवत् भगिनी कृत्वा एव तत्र किमपि कार्यमेव न भवति एव अस्ति किन्तु पूर्वं हेमा भगिनी उक्तवती किमर्थं ओकारं किमर्थं वदति भगिनी किमर्थम् अवादेशः किमर्थं न वदति इति अत्र तु अवादेशस्तु अनन्तरं शप्रत्यये परे एव भवति खलु प्रथमं तदवगतं भगिनि नूतनधातुं स्वीकृत्य तदनन्तरमेव स्थनाद्यन्तादातवः इति संज्ञा भूत्वा तदनन्तरं वयं शप् योजयामः तस्य विक्रणप्रत्यय अग्रे अग्रे महोदय कियत् पर्यन्तं कृतवान् एतत् पर्यन्तं एतावता अपि न कृतवान् नन्द्रासंयोगादयः अपि न कृतवान् कृतवन्तः वा अस्तु लुमिताङ्गस्य एतावत् परत् कृतवन्तः तर्हि तत्र हे अग्रे द्वित्वे तत् ततः करणीयं वा अग्रिमवर्गे किन्तु महोदय उक्तवान् प्रत्यलोपे प्रत्यलक्षणे न लुमिताङ्गस्य अपि अकृत विहप्राणिना इति चिन्तित्वा आगच्छतु अत्र तदेव वयम् अधुना कृतवन्तः खलु अकृतव्यूहाः नलुमताङ्गस्य उभयोः अपि कः भेदः इति नलुमताङ्गस्य इति प्रत्ययस्य प्रत्ययानामेव भवति अकृतव्यूहाः प्राणिन्यः इति सर्वेषामपि ग्रहणं भवति कामन् परिभाषा अस्ति प्रत्ययः वा भवतु किमस्ति सामान्यतया तु वर्णनिमित्तं कार्यं भवति तत्र वर्णनिमित्तकार्याणां यत्र वर्णस्य लोपः भवति तत्र तु वर्णस्य निमित्तं कार्यं जातं तस्य कार्यं तु न भवति एव इति कुर्मः प्रत्ययस्य तु लक्षणं तिष्ठति विपरीतत्वेन भवति खलु धन्यवादः धन्यवादः धन्यवादः शुभरात्रि